तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि सुमह तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। सवितुर्वरेण्यम्

सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। सवितुर्वरेण्यं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। भूर्भुवः सुवः तत्सवितुर्वरेण्यम्

धीमहि धियो यो नः प्रचोदयात्। भर्गो देवस्य धीमहि धियो यो प्रचोदयात्।